तर्हि इदानीम् अस्माकं न्यायवर्गे वयं गतसप्ताहे नियतावधिकत्वम् इत्युक्ते किम् इति परिशीलितवन्तः, अपि च नियतावधिकत्वं कुत्र कुत्र भवति, कुत्र न भवति इत्यपि तस्य विषये अपि किञ्चित् चिन्तनं कृतवन्तः. तर्हि संयोगस्य प्रसङ्गे कथं भवति भगिनि, रामप्रिया भगिनी किञ्चित् वदति वा तत्र नियतावधिकविषये? तत्र यदा वयं संयोगः तु द्विनिष्ठः प्रथमं, तत्र अवधिकत्वं न दृश्यते, स्पष्टतया न दृश्यते, अतः वयम् आरोपितवन्तः तत्र. यदा उदाहरणरूपेण हस्तपुस्तकयोः संयोगः इत्युक्ते पुस्तक अवधिकसंयोगः हस्ते अस्ति इति, तत्र वयं अवधिकत्वम् इति विषये वयं तत्र आरोपणं करणीयम्. संयोगस्य का वदतु भगिनि. प्रतीतिसाधनार्थं तत्र वयम् आरोपयामः यदा पुस्तक अवधिः अवधिक संयोगः हस्ते अस्ति इति. परन्तु स्व अवधिक अवधिक अवधिकत्वं स्वस्मिन् नास्ति इति अपि अत्र अस्ति. सम्यक्. इत्युक्ते तत्र वस्तुतः तत्र संयोगः इति स्वावधिकपदार्थः नास्ति, परन्तु तत्र प्रतीतिवशात् तस्मिन् आरोपितं भवति यदा प्रतीतिः तथा अस्ति चेत् इति. अस्तु, तर्हि के के नियतावधिकपदार्थाः इदानीम् एतावत्पर्यन्तं यद् वयं दृष्टवन्तः तत्र? तत्र पृथक्त्वम्, अनन्तरं भेदः. सम्यक्. पृथक्त्वं भेदः इति नियतावधिकपदार्थः, संयोगः अपि च वियोगः तु तत्र तथा नास्ति. विभागः संयोगः तु तस्मिन् आरोपितमेव भवति, परन्तु स्वभावतया नियतावधिकपदार्थः नास्ति. सम्यक्. तर्हि एतावत्पर्यन्तं प्रश्नाः सन्ति वा? अग्रे नो चेत् अग्रे सरेम. सम्यक्. तर्हि भगिनी भवत्येव पठति वा अग्रे तत्र निखिलावधिकत्वम् इति भागम्? निखिलावधिकत्वम्. अधुना निखिलावधिकत्वम् इत्युक्तौ किं? यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा स अवधिकपदार्थः वर्णनीयः, ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्त यद्यत् जगति विद्यमानं द्रव्यं तद् अवधिकत्वं तस्मिन् स अवधिकपदार्थे भवति चेत् निखिल अवधिकत्वम् अस्ति तस्मिन् इति उच्यते. अतः स च स अवधिकपदार्थः निखिलावधिकः. इदानीं निखिल अवधिकत्वम् इत्युक्ते किम् इति भगिनी भगिनि क्षम्यताम्. अत्र सन्धिः अस्ति खलु, तर्हि सावधिकपदार्थः इति वक्तव्यम् वस्तुतः, तद्वत् निखिलावधिकपदार्थः इति, न तु निखिल अवधिक इत्युक्ते तत्र पदद्वयं नास्ति, एकमेव पदमस्ति निखिलावधिकः इति. यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः. सावधिकपदार्थः यदा वयं वर्णनीयं चेत् यत्र विभागः वा पृथक्त्वं वा अस्ति इति व्यक्तौ द्विवचनं. यदा घटः पटात् पृथक् इति, तत्र पृथक्त्वं सावधिकपदार्थः इति वर्णनीयः चेत् ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्त यद्यत् जगति विद्यमानं द्रव्यं ताम् आश्रयभूतव्यक्तिं ताम् इत्युक्ते यस्तौ कश्चन विभागः सावधिकपदार्थः वर्णनीयः ताम् आश्रयभूतव्यक्तिं ताम् इत्युक्ते पृथक्त्वस्य आश्रयभूत भूतत्वं किल पृथक्त्वस्य आश्रयभूतत्वम् इत्युक्ते आश्रयभूतव्यक्तिं यदा यदा घटः पटात् पृथक् इत्युक्ते घट घटः पृथक् तत्र पट अवधिकपृथक्त्वं घटे अस्ति घटस्य घटमेव आश्रयभूतः किल सत्यं तर्हि तत्र आश्रयभूतव्यक्तिः व्यक्तिः का घटः आश्रयभूतव्यक्तिः घटः तर्हि तत्र तामिति कां सूचयति अत्र तामिति तदेव मम चिन्तनं तां स्त्रीलिङ्गपदम् अत्र अत्र पश्यतु ताम् इति तत्र लिङ्गः कः अपि च विभक्ति का स्त्रीलिङ्गपदं द्वितीया विभक्ति अस्तु अन्य किं पदं तथा अस्ति यस्यां व्यक्तौ यस्यां यस्य यस्यां ददति पृथक्त्वम् एव किल पृथक्त्वं सावधिकपदार्थः पृथक् आश्रयभूतव्यक्तिः खलु तत्र आश्रयभूतव्यक्तिः इति अस्ति खलु तस्य तस्य विशेषणमेव क्षम्यतां घटः एव ताम् आश्रयभूतव्यक्तिं च इति एकपद घटः यदा ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तद् विहाय यदा घटं विहाय जगति विद्यमानं सर्वं द्रव्यम् अतिरिक्त यद्यत् जगति विद्यमानं द्रव्यम् अन्य सर्वे द्रव्याणि तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् तद् अवधिकत्वं तस्मिन् सावधिकपदार्थे इति सप्तमी तस्मिन् सावधिकपदार्थे भवति चेत् इत्युक्ते तद् अवधिकत्वम् इत्युक्ते अन्यद्रव्यस्य विषये किल अन्यद्रव्यस्य अवधिकत्वं यदा तद् तस्मिन् सावधिकपदार्थे भवति चेत् इत्युक्ते पृथक्त्वे भवति चेत् पृथक्त्वे वा इत्युक्ते सावधिकपदार्थे यत्किमपि सावधिकपदार्थः भवतु यदा तत्र भवति चेत् निखिल अवधिकत्वम् अस्ति तस्मिन् इति उच्यते यदा भवति चेत् तद् निखिल अवधिकत्वम् अस्ति इति वयं वदामः इत्युक्ते यदा घटं विहाय सर्वाणि द्रव्याणि पृथक्त्वे वर्तते चेत् तद् निखिलावधिकत्वं हा परन्तु सर्वाणि द्रव्याणि पृथक्त्वे इति नास्ति खलु तत्र किं वक्तव्यम् इत्युक्ते घटः पटात् पृथक् इति यदा भवती उक्तवती अत्र घटे पृथक्त्वम् अस्ति घटं विहाय अन्यद्रव्यम् इत्युक्ते इदानीं पटः इति स्वीकुर्मः चेत् पटः तु पृथक्त्वे नास्ति खलु कः अस्ति पट पृथक्त्वे पृथक्त्वे घटः अस्ति, पृथक् आम् पृथक्त्वे किम् अस्ति? घटः एव पृथक् पृथक् पृथक्त्वं पृथक्त्वम् अस्ति. न पृथक्त्वं न न न घटः पृथक् तर्हि घटे किम् अस्ति? घटे पटावधिकपृथक्त्वम् अस्ति. सत्यं पटावधिकपृथक्त्वं घटे अस्ति चेत् पृथक्त्वे किम् अस्ति? अवधिकः किल अवधिकः अस्ति वा? तद्वाक्यं पुनः एकवारं पठतु, तत् अन्तिमभागं. यद्यद् जगति विद्यमानं द्रव्यं यद्यत् जगति विद्यमानं द्रव्यं तद् अवधिकत्वं अवधिकत्वं तद् अवधिकत्वं पृथक्त्वे अस्ति. आम् इत्युक्ते पटः इति कः अस्ति, अवधिः वा अवधिकः वा अवधिकत्वं वा? पटः इति अवधिः. अवधिकः कः? पृथक् पृथक्त्वं पृथक्त्वम् अवधिकत्वं पृथक्त्वे पृथक्त्वे. उत्तमम्. अग्रे भगिनि. यदा पृथक्त्वम् इति स्वीकुर्मः घटे पृथक्त्वम् अस्ति. घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः तत् सकल अवधिकत्वं स्यात् पृथक्त्वे तदा भवति वा? अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः? घटः पटात् पृथक्, अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति, तस्य च पृथक्त्वस्य अवधिः कः? पटः. इदं पट अवधिकपृथक्त्वं यदा उदाहरणरूपेण अस्ति पृथक्त्वम् इति एव स्वीकुर्मः. घटे पृथक्त्वम् अस्ति, घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः तत् सकल अवधिकत्वं स्यात् पृथक्त्वे. यदा वयं पूर्वमेव अत्र दृष्टवन्तः घटं विहाय जगति किमपि सर्वे द्रव्यरूपपदार्थाः सन्ति चेत् तद् सकल अवधिकत्वं तत् सकल अवधिकत्वं पृथक्त्वे अस्ति. एकक्षणं भगिनि, तत्र पृथक्त्वे अस्ति इति अस्ति वा? स्यात्. यतोहि इदानीं परिशीलनं करणीयं खलु अस्माभिः, अस्ति वा न वा इति वा. सत्यं. तद् किञ्चित् स्पष्टता नास्ति. किं घटं विहाय किम् अन्यत् अन्यत् किम् इत्युक्ते इदानीं निखिलावधिकत्वम् इत्युक्ते किम् इति उक्तवन्तः खलु. निखिलावधिकत्वम् इत्युक्ते स्वं विहाय जगति यावन्ति वस्तूनि सन्ति तेषां अवधिकत्वं स्वस्मिन् विद्यमानं पृथक्त्वे विद्यमाने पृथक्त्वे अस्ति चेत् तर्हि तत्र निखिलावधिकत्वम् इति वक्तुं शक्नुमः. इदानीं पृथक्त्वम् इति स्वीकुर्मः कश्चन पदार्थः यत्किमपि भवतु. इदानीं पृथक्त्वम् इति स्वीकुर्मः चेत् इदानीम् अस्माकं पुरतः अस्ति पृथक्त्वं विभागः संयोगः भेदः इति चत्वारः पदार्थाः खलु. तर्हि तत्र इदानीं प्रथमं दृष्टान्तरूपेण पृथक्त्वम् इति स्वीकुर्मः चेत् पृथक्त्वं घटे अस्ति इति वयं जानीमः. घटः पटात् पृथक् इति वाक्यम् अस्ति चेत् घटे पृथक्त्वम् अस्ति. तर्हि निखिलावधिकत्वम् इत्युक्ते किं? घटं विहाय जगति यावन्ति वस्तूनि द्रव्याणि सन्ति तेषाम् अवधिकत्वं घटे घटे विद्यमानपृथक्त्वं तस्मिन् अस्ति चेत् पृथक्त्वं निखिलावधिकपदार्थः इति वक्तुं शक्नुमः. सत्यं? परन्तु तथा अस्ति वा न वा इति इदानीम् अस्माभिः परिशील्यम्. इत्युक्ते निखिलावधिकत्वम् इत्युक्ते किम् इति वयं जानीमः, निखिलावधिकत्वस्य नियमः कः इति जानीमः, पृथक्त्वं तथा भवति चेत् कथं भवति इति अपि वयं जानीमः, परन्तु वस्तुतः पृथक्त्वे तथा अस्ति वा, वस्तुस्थितिः का इति इदानीं परिशीलनं जायमानमस्ति. तदा भवति वा इति प्रश्नः. अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् इति अपि प्रश्नः. घटः पटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति तथा च पृथक्त्वस्य अवधिः कः इत्युक्ते तस्य अवधिः पटः अस्ति, तत्तु घट अवधिकपृथक्त्वं क्षम्यतां पट अवधिकपृथक्त्वं घटे अस्ति. इदानीम् अधुना घटः वृक्षात् पृथक्, वृक्ष अवधिकपृथक्त्वं घटे. घटः पुस्तकात् पृथक्, पुस्तक अवधिकपृथक्त्वं घटे. घटः पर्वतात् पृथक्, अत्र पर्वत अवधिकपृथक्त्वं घटे. अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकल अवधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वं निखिल अवधिक निखिलावधिकं पृथक्त्वे च निखिलावधिकत्वम् अस्ति. तर्हि तथा अस्ति वा किं चिन्तनं? यदा उदाहरणरूपेण घटः वृक्षात् पृथक्, घटः पुस्तकात् पृथक्, घटः पर्वतात् पृथक् इति उदाहरणत्रयम् अस्ति. अत्र पृथक्त्वं घटे वृक्ष अवधिकपृथक्त्वम् अस्ति, पुस्तक अवधिकपृथक्त्वं घटे, पर्वत अवधिकपृथक्त्वं घटे इति उदाहरणत्रयम्. अत्र जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकल अवधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वं निखिल अवधिकत्वं निखिलावधिकम् इति प्रश्नः. इदानीं घटं विहाय अवशिष्टाः द्रव्यरूपपदार्थाः, सर्वे द्रव्यरूपपदार्थाः पृथक्त्वे अस्ति चेत् तत् सकल अवधिकत्वं सर्वे सकल अवधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वं निखिलावधिकं पृथक्त्वे निखिलावधिकत्वम् इति वयं वक्तुं शक्नुमः वा न वा इति चिन्तनम् अस्ति. इत्युक्ते तत्र घटं विहाय यत्किमपि द्रव्यं स्वीकुर्मः चेत् तस्य अवधि तस्य अवधिकपृथक्त्वम् अस्ति वा घटे इति प्रश्नः. इत्युक्ते एकमपि वस्तु अस्ति चेत् यस्य अवधिकत्वं पृथक्त्वे नास्ति, इत्युक्ते घटे विद्यमानं पृथक्त्वं तस्मिन् नास्ति चेत् तथा वक्तुं न शक्नुमः. खलु? निखिलावधिकत्वम् इति न वक्तुं शक्नुमः. निखिलावधिकत्वम् इत्युक्ते सकलावधिकत्वमेव, इत्युक्ते सकल सकलद्रव्याणि यानि सन्ति तत्सर्वं स्वीकृत्य तस्य अवधिकत्वम् अस्ति वा इति इदानीं परिशीलनीयम्. तर्हि भवत्याः चिन्तनं किमपि अस्ति वा अस्य विषये? सर्वे द्रव्याणि सर्वाणि द्रव्याणि सन्ति चेदेव वक्तुं शक्नुमः इति. सर्वाणि द्रव्याणि सन्ति इति न भगिनि, सर्वाणि सकलावधिकत्वेन पृथक्त्वे इत्युक्ते तस्य अवधिक् हा तेषाम् अवधिकत्वम् अस्ति वा इति. न तु द्रव्यं साक्षात् न भवति खलु तस्य अवधिक् अवधिकत्वेन पृथक्त्वे अस्ति चेदेव निखिल अवधिकत्वम् इति वक्तुं शक्नुमः. अवधिकत्वं पृथक्त्वे अस्ति चेत् तस्य अवधिकत्वं पृथक्त्वे अस्ति चेत् निखिल अवधिकत्वं. तर्हि भवत्याः चिन्तनं किं किमपि चिन्तनम् अस्ति वा तत्र? तदेव यदा अस्ति चेदेव वक्तुं शक्नुमः अन्य अथवा न निखिलावधिकत्वं निखिलावधिकम् इति पृथक्त्वं न वक्तुं शक्नुमः यदा सर्वे द्रव्यपदार्थरूपपदार्थः पृथक्त्वे अवधिकत्वरूपेण नास्ति चेत् न वक्तुं शक्नुमः. सत्यं, परन्तु तदेव प्रश्नः मम, पृथक्त्वं तथा अस्ति वा न वा इति भवत्याः चिन्तनं किं पृथक्त्वं विषये वा? सत्यं, किमपि चिन्तनम् अस्ति वा? अस्ति चेत् वदतु, नो चेत् अग्रे पठेम, चिन्ता नास्ति. अस्तु, अग्रे पृथक्त्वविषये किञ्चित् स्पष्टतया न, सर्वे पदार्थाः अस्ति चेदेव अहं चिन्तयामि, परन्तु दृढतया न जानामि. अस्तु, अन्यस्य कस्यापि किमपि चिन्तनम् अस्ति वा? अहं चिन्तयामि अस्ति इति, इत्युक्ते पृथक्त्वस्य वाक्ये वयं आकाशभेदं आकाशभेदस्य कल्पनां कृतवन्तः. अतः अत्र भिन्नाकाशदेशं भिन्नाकाशदेशम् अतः अत्रापि घटः वृक्षः आदि उदाहरणे भिन्नाकाशे स्थितौ, अतः तत्र पृथक्त्वम् अस्ति तत्कारणेन अस्ति इति अहं चिन्तयामि. तर्हि भवतः चिन्तनं बहु समीचीनं, बहु समीचीनम्. अत्र मम प्रश्नः अस्ति इदानीं, तर्हि जगति यावन्ति द्रव्याणि सन्ति ते सर्वे, इत्युक्ते घटः इति एकः पदार्थः अस्ति इति स्वीकुर्मः, घटः इति एकं द्रव्यं, जगति यावन्ति द्रव्याणि सन्ति ते सर्वे घटात् भिन्न आकाशदेशे वर्तते वा, वर्तन्ते वा? अवयवः वदतु भगिनि. अवयवः भिन्न आकाशदेशे न स्तः किल, कपालः इत्युक्ते कपालः इति घटस्य अवयवः, तदानीं तु निखिलावधिकत्वं पृथक्त्वे नास्ति इति. महोदय, क्षम्यतां, भवान् क्षम्यतां भगिनि, भवती सम्पूर्णं कृतवती इति चिन्तयति. वदतु, सुनील् महोदयस्य क्लू एव अहं चिन्तितवती. तद् अहं न चिन्तितवान्, अवयवस्य विषये अहं न चिन्तितवान्. धन्यवादः. हा, बहु सम्यक्, तथा एव अस्माकं चिन्तनं भवेत् खलु. तर्हि तदर्थमेव तत्र यदा तथा चिन्तयामः चेदेव अत्र अस्माकमपि किञ्चित् तत्र सुदृढता भवति, तस्य अस्माकं यदवगमनम् अस्ति तस्य सुदृढता तथा एव भवति. तर्हि यत् भगिनि यद्भवती उक्तवती तत् सत्यमेव, तदेव अग्रे आयास्यति, पठतु भवती. तादृशी स्थितिः भवति चेत् नाम घटं विहाय तत् सकल अवधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत् निखिल अवधिकत्वं पृथक्त्वे भवति. अत्र पृथक्त्वं भवतु विभागो वा भवतु, संयोगो भवतु, भेदो भवतु, सर्वत्र परिशीलनार्थं चिन्तनं समानं. यदि वयं ज्ञातुम् इच्छामः तस्मिन् निखिल अवधिकत्वम् अस्ति न वा, तर्हि तादृशं परिशीलनम् अपेक्षितम्. तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यत् अवधिकत्वं पृथक्त्वे न भवति, घटे पृथक्त्वम् अस्ति, घटः स्वं विहाय कस्माञ्चित् पदार्थात् पृथक् न भवति इति वा. यदा इदानीं स्थितिः घटं विहाय सकल अवधिकत्वं घटे विद्यमान पृथक्त्वे अस्ति न अस्ति वा अस्ति अस्ति चेत् इति यदा अस्ति सकल अवधिकत्वं घटे विद्यमान पृथक्त्वे अस्ति चेत् किं भवति इति, तत्र अस्ति चेत् निखिल अवधिकत्वं पृथक्त्वे भवति. अत्र पृथक्त्वं भवतु विभागो वा भवतु संयोगो भवतु भेदो भवतु सर्वत्र परिशीलनार्थं समानं. यदा वयं पृथक्त्वविषये इदानीं परिशीलनं कुर्मः तदेव विभागः वा संयोगः वा संयोगो वा भेदो वा समानचिन्तनमेव. यदि वयं ज्ञातुम् इच्छामः तस्मिन् निखिल अवधिकत्वम् अस्ति न वा तर्हि तादृशं परिशीलनम् अपेक्षितं परिशीलनम् अपेक्षितं यदा निखिल अवधिकत्वम् अस्ति न वा इति. तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यत् अवधिकत्वं पृथक्त्वे न भवति, तदेव प्रश्नः वयम् इदानीं परिशीलितवन्तः. पृथक्त्वं पृथक्त्वे यदा कश्चन पदार्थः अस्ति वा यत् यद् अवधिकत्वं पृथक्त्वे न भवति इति. घटे पृथक्त्वम् अस्ति, घटः स्वं विहाय कस्मांश्चित् पदार्थात् पृथक् न भवति इति वा प्रश्नः इदानीं भवति अस्ति. घटं घटः स्वं विहाय पृथक् भवति कस्मिंश्चित् पदार्थे पृथक् भवति न वा इति. कस्माच्चित् पदार्थात् खलु कस्माञ्चित् पदार्थात् पञ्चमे आम् भवति न वा. उत्तमं, तर्हि महोदय भवान् अग्रे पठति वा? एतावत्पर्यन्तं स्पष्टं खलु? सत्यं, घटः स्व अवयवात् कपालात् पृथक् न भवति, अतः कपालावधिगत्वं घटपृथक्त्वे नास्ति, तस्मात् घटपृथक्त्वे निखिलावधिगत्वं नास्ति. अपि च एवमेव रीत्या कस्मिन् अपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे यदाश्रयभूतद्रव्यस्य अवयव अवधिकत्वं नास्ति, अतः पृथक्त्वे निखिलावधिकत्वं न भवति एव. इदानीं तत्र पृथक्त्वे निखिलावधिकत्वं नास्ति इति अस्ति अत्र, इत्युक्ते कारणमस्ति अत्र घटः स्व अवयवात् पृथक् नास्ति इति, अतः अत्र कपालावधिकत्वं घटपृथक्त्वे नास्ति, अतः तत्कारणेन घटपृथक्त्वे निखिलावधिकत्वं नास्ति इति. अतः अत्र तादृशरीत्या यत्र यत्र यस्मिन् द्रव्ये पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तत्र आश्रयभूत द्रव्यं स्वस्य अवयव अवयवम् आश्रित्य तिष्ठति चेत् अत्र आश्रयभूतद्रव्यस्य अवयव अवधिगत्वं नास्ति इति. अतः तत्र पृथक्त्वे निखिलावधिगत्वं न भवति इति एव अस्ति. इत्युक्ते तत्र स्व आश्रयपरम्परायां यावन्ति द्रव्याणि सन्ति तेषाम् अवधिकत्वं न भवति खलु तस्मिन् विद्यमानपृथक्त्वे स्वस्मिन् विद्यमानपृथक्त्वे स्व अवयवपरम्परायां विद्यमानस्य द्रव्यस्य अवधिकत्वं न भवति. अतः सर्वदा पृथक्त्वे निखिलावधिकत्वं न भवति इति. सत्यम् इत्युक्ते एकमपि यदा तादृशद्रव्यं स्यात् यत्र तादृश अवधिकत्वं न भवति तर्हि न वक्तुं नक्तुमेव न शक्नुमः खलु निखिल अवधिकत्वम् अस्ति इति. एकमपि द्रव्यमस्ति चेत् यस्य अवधिकत्वं तस्मिन् न विद्यते तर्हि निखिलावधिकत्वम् इति न वक्तुं शक्नुमः इति कृत्वा तत्र पृथक्त्वे निखिलावधिकत्वं नास्ति इति पर्यवसितम्. अग्रे पठामि. अस्तु, एतावत्पर्यन्तं स्पष्टम्? स्पष्टमेव. अतः तत् स्व अवयव कारणेन तत्र पृथक्ते निखिलावधित्वं न भवति. सावयवकारणेन इति वस्तुतः नास्ति. तत्र यद् भवान् पूर्वमपि उक्तवान् खलु, तत्र भिन्नदेश भिन्न आकाशदेशे अस्ति चेदेव पृथक् इति वयं पूर्वं उक्तवन्तः. तर्हि अवयवपरम्परायां यानि कानि द्रव्याणि सन्ति ते तु तथा नास्ति खलु, ते तु भिन्न आकाशदेशे सन्ति इति वक्तुं न शक्नुमः. परन्तु अत्र घटः इति एकं द्रव्यम्, अन्य वृक्षः इति अन्य द्रव्यम् इति, तत्र घटः पृथक् इति वदामः, तत्रापि निखिल अधिकत्वं नास्ति इति वा? न, निखिलावधिकत्वम् इत्युक्ते किं, तत्र अवधिः इत्युक्ते वृक्षावधिक अवधिकत्वं तु पृथक्त्वे अस्ति. अपि च पटावधिकत्वं, गृहावधिकत्वं, यत्किमपि स्वीकरोतु, तस्य अवधिकत्वं तु पटे भवति, क्षम्यतां, पृथक्त्वे भवति एव. पटे विद्यमानं पृथक्त्वं यदस्ति तस्मिन् भवति एव. परन्तु निखिलावधिकत्वम् इत्युक्ते किं, तस्य लक्षणं किं? तस्य लक्षणम् अस्ति जगति यावन्ति द्रव्याणि सन्ति तेषां सर्वेषाम् अवधिकत्वं भवतु इति. तथा नास्ति. तदेव मम प्रश्नः. अत्र अस्माकं प्रथमवाक्ये अस्ति तत् तं विहाय जगति विद्यमानं द्रव्यम् इति अस्ति, अतः घटं विहाय जगति विद्यमानं द्रव्यम् इत्युक्ते अत्र घटस्य अवयवः अपि. इदानीं भवतः प्रश्नः अवगतः. इत्युक्ते इत्युक्ते घटः इति भिन्नद्रव्यं, कपालः इति भिन्नद्रव्यं खलु. इत्युक्ते अवयवपरम्परायां सन्ति चेदपि यदा द्रव्यम् इति पश्येम तर्हि भिन्नभिन्नद्रव्याणि एव. इत्युक्ते घटः कपालात् भिन्नः इति उक्तवन्तः खलु आरम्भे वयं. घटः कपालात् पृथक् नास्ति यतोहि भिन्न आकाशदेशे विद्यमानम् इति नास्ति तयोः मध्ये विद्यमानत्वम् इति. परन्तु घटः कपालात् भिन्नः इति वयं उक्तवन्तः यतोहि भेदः इत्युक्ते किम्, अन्योन्यभावः खलु. तर्हि अन्योन्यभावः इत्युक्ते स्वं विहाय अन्यत्र सर्वत्र विद्यते अन्योन्यभावः इति कृत्वा तत्र उक्तवन्तः. तर्हि कपालः इति भिन्नं द्रव्यं, घटः इति भिन्नं द्रव्यम्. तर्हि इदानीं चिन्तयतु निखिलावधिकत्वम् इत्यस्य वाक्यं किम् आसीत्. तत्र स्वं विहाय अन्यानि द्रव्याणि इति खलु. एकक्षणं महोदय. पुष्पा भगिनी, भवती अद्य किञ्चित् तूष्णीम् अस्ति, भवती अपि अवगच्छति वा? स्वल्प स्वल्प सम्यक् बहु वैचित्र्यं नास्ति, तत् बहु सम्यक् सम्यक् अस्तु अस्तु तर्हि वैचित्र्यं किमर्थं तत्र किं तत्र भवत्याः भ्रमः कः? भ्रमः तत्तु निखिलावधिकत्वं पृथक् पृथक् पृथक् द्रव्ये अस्ति न निखिलावधिक पृथक्त्वं पृथक्त्वम् अस्ति चेत् निखिलावधिकत्वम् अधिकम् अस्ति. न न न न न न पृथक्त्वं न न निखिलावधिकत्वम् इति पृथक् पृथक् द्रव्ये नास्ति निखिलावधिकत्वम् इति. अस्तु प्रथमम् अवधिकत्वं कुत्र अस्ति? सावधिकत्वं अवधिकत्वम् अवधिकत्वं घटे अस्ति. न न न एकक्षणं घटः पटात् पृथक् घटः पटात् पृथक् इति अस्ति चेत् इदानीं कः पृथक् कुत्र पृथक्त्वं कुत्र अस्ति? घटात् पृथक् घटः पटात् पृथक् घटे अस्ति. घटे पृथक्त्वम् अस्ति. अस्तु सम्यक्. इदानीम् अवधिः कः? अवधिः पटः. उत्तमं पटः अवधिः उत्तमं. तर्हि पृथक्त्वं किम्? अवधिकं खलु पृथक्त्वम् अवधिकम् अवधिकं. तर्हि कीदृशपृथक्त्वं घटे अस्ति इदानीं? घटः पटात् पृथक् इति वाक्ये कीदृश अवधिकं क्षम्यतां कीदृशपृथक्त्वं घटे अस्ति? घटे अस्ति कीदृशपृथक्त्वं घटे अस्ति पृथक्त्वं घटे अस्ति पटस्य पृथक्त्वम् पटत्वम् इति न पटः इति अवधिः खलु तर्हि सावधिकपृथक्त्वं सावधिकपृथक्त्वं पटावद् न सावधिक न पटावधिकपृथक्त्वं पटावधिकपृथक्त्वं तर्हि पटावधिकत्वं कुत्र अस्ति? पटावधिकत्वं पृथक्त्वे अस्ति. उत्तमं पटावधिकत्वं पृथक्त्वे अस्ति. इदानीं प्रश्नः अस्ति पृथक्त्वे निखिलावधिकत्वम् अस्ति वा इति. तर्हि पटावधिकत्वं पृथक्त्वे अस्ति. इदानीं घटः पटात् पृथक् इति चिन्तयामः चेत् तत्र घटः इति एकं द्रव्यम् अस्ति, तद्वत् पटः अस्ति, मठः, गृहं, वृक्षः इति यत्किमपि स्वीकरोतु. अस्तु तस्य अवधिकपृथक्त्वं घटे अस्ति वा इति प्रश्नः इदानीं. तर्हि घटः मठात् पृथक् तर्हि मठावधिकपृथक्त्वं घटे अस्ति. घटः वृक्षात् पृथक् तर्हि वृक्षावधिकपृथक्त्वमपि घटे अस्ति इति वक्तुं शक्नुमः. परन्तु इदानीं चिन्तयतु निखिलावधिकत्वम् इत्युक्ते किम् इत्युक्ते घटः अस्ति, घटं विहाय जगति यानि कानि द्रव्याणि सन्ति सर्वाणि द्रव्याणि स्वीकरोतु तेषाम् अवधिकत्वं घटे अस्ति चेदेव क्षम्यतां घटे यत् पृथक्त्वम् अस्ति तस्मिन् भवति चेदेव निखिलावधिकत्वं पृथक्त्वे अस्ति इति वक्तुं शक्नुमः. तर्हि इदानीं प्रश्नः अस्ति तथा अस्ति वा इति. तत्र समाधानं किं? तत्र घटे यदा घटे ये अवयवाः सन्ति ते तु घटात् भिन्नः इति नास्ति खलु? घटात् भिन्नाः इति नास्ति. यदा तत्र अवयवपरम्परायां यानि कानि द्रव्याणि सन्ति ते तु भिन्नद्रव्याणि, क्षम्यतां, पृथक् द्रव्याणि, भिन्नः न पृथक्, पृथक् द्रव्याणि इति न वक्तुं शक्नुमः. अस्तु, इति कृत्वा तेषाम् अवधिकत्वं तु पृथक्त्वे नास्ति. घटे विद्यमानं पृथक्त्वं यदस्ति पृथक् पृथक् नास्ति, पृथक् नास्ति इति कृत्वा तेषाम् अवधिकत्वम् अपि न भवति. इति कृत्वा अन्ततो गत्वा पृथक्त्वे निखिलावधिकत्वं नास्ति इति आगतम्. अवगच्छति वा? तर्हि क्षम्यता, अन्यप्रश्नः. हा हा, वदतु वदतु. अत्र घटकपालयोः मध्ये पृथक्त्वं नास्ति इति वयं चिन्तितवन्तः किल पूर्वम्, अत्र इत्युक्ते एकाकाश स्तरे अस्ति स्तः इति कारणेन. सत्यम्. अतः तत्र पृथक्त्वं नास्ति, अतः तत्र निखिलावधिगत्वप्रसङ्गमपि प्रसङ्गः अपि न भवितुं न अर्हति किल अत्र. तदेव इदानीं तत्र घटकपालयोः मध्ये तदेव, तत्र विषयः तु समानः एव. तर्हि निखिलावधिकत्वम् इति रीत्या चिन्तयित्वा वयं तत्र वदामः, तत्र घटकपालयोः मध्ये पृथक्त्वं नास्ति इति कृत्वा तत्र कपालावधिकपृथक्त्वम् इति न भवति, तदर्थं पृथक्त्वं निखिलावधिकपदार्थः नास्ति इति. अत्र पृथक्त्वं नास्ति परन्तु तत्र भिन्नद्रव्यम् इति तदेव अहं पुनः पुनः दोषं करोमि. अग्रे पठामि. तर्हि निखिलावधिकत्वम् इति पदार्थः, पदार्थस्य कः अर्थः? यस्यां व्यक्त्यौ व्यक्तौ कश्चन विभागः वा पृथक्त्वं वा वर्णनीयं, तद्विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वम् इत्युक्तौ निखिलावधिकत्वं, तच्च पृथक्त्वस्य नास्ति. इदानीं प्रश्नः अस्ति, निखिलावधिकत्वम् इति पदस्य अर्थः कः इति. अत्र पुनः तदेव, यस्यां व्यक्तौ कश्चन विभागः वा पृथक्त्वं वा वर्णनीयं, तस्य पदार्थ तत्पदार्थं विहाय अन्य जगति विद्यमानं द्रव्यम् अस्ति चेत् अत्र अवधिगत्वं, तादृश अवधिगत्वं तत्र अवधिगत्वम् अस्ति, तदेव निखिलावधिगत्वम् इति. तत्तु पृथक्तस्य नास्ति इति अत्र अस्ति. अतः निखिलावधिगत्वम् इति पृथक्तस्य विषये नास्ति इति एव अस्मिन् वाक्ये. सत्यं. पृथक्तस्य किम् अवधिगत्वं भवति? स्वाश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावद्द्रव्यम् अस्ति तदवधिगत्वं भवति पृथक्त्वे. अतः पृथक्त्वे अनेकावधिगत्वं वर्तते, किन्तु निखिलावधिगत्वं न. पृथक्तस्य यद् अवधिगत्वं नास्ति तद्विहाय सर्व अवधिगत्वं वर्तते. अतः इदानीं पृथक्त्वे कीदृश अवधिगत्वं भवति इति एव प्रश्नः. अतः अत्र स्वाश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि सन्ति तानि विहाय अन्य जगति सर्वासु द्रव्येषु तत्र अवधिगत्वं भवति पृथक्त्वे. अतः तद् निखिलावधिगत्वं नास्ति, परन्तु तत्र अनेकावधिगत्वम् इति वदामः. अतः तत्र पृथक्त्वे सर्व निखिलावधिगत्वं विहाय सर्वविध अवधिगत्वं वर्तते इति. निखिलावधिकत्वं विहाय सर्वविध अवधिकत्वम् इति नास्ति वस्तुतः. तत्र इत्युक्ते तत्र यत् अवयवपरम्परायां ये पदार्थाः सन्ति तेषां विहाय सर्वावधिकत्वम् अथवा अनेकावधिकत्वम् इति वक्तुं शक्नुमः. ओ भगिनि तथैव पटाः तन्तुनः अवयवाः न तन्तुनः पटस्य अवयवाः सत्यं. तर्हि तन्तून् विहाय जगति यावन्ति द्रव्याणि सन्ति तेषाम् अवधिकत्वं तु पटे अस्ति. तद् निखिलावधिकत्वं न परन्तु अन्य अवधिकत्वम् इति. हा इत्युक्ते अनेकावधिकत्वम् इत्युक्ते अनेके पदार्थाः तस्य अवधिकत्वं तु अस्ति इति वक्तुं शक्नुमः खलु. अग्रे पठामि. आं पठतु पुष्पा भगिनी. अन्य कोऽपि प्रश्नः अस्ति वा? न भगिनि, न भगिनि, अस्तम् आयाति सम्यक्. उत्तमम्. आं पठतु महोदय. अधुना नूतनबिन्दुः अवधिभेदेन पृथक्त्वं भिद्यते वा इति वा? घटः पटात् पृथक् इत्यनेन पटावधिकपृथक्त्वं, घटः मठात् पृथक् इत्यनेन मठावधिकपृथक्त्वं, पटावधिकपृथक्त्वं मठावधिकपृथक्त्वात् भिन्नमिति वा? अवधिः पृथक्त्वस्य अवच्छेदकः वा? किं चिन्तनम्? इदानीं नूतनप्रश्नः अवधिभेदेन पृथक्त्वं विद्यते वा इति प्रश्नः. अत्र उदाहरणरूपेण घटः पटात् पृथक्त्वं पृथक् इति वदामः चेत् अत्र घटे पटावधिकपृथक्त्वम् अस्ति. घटः मठात् पृथक्त्वं पृथक् इति वदामः चेत् तत्र घटे मठावधिकपृथक्त्वम् अस्ति. अतः इदानीं पटावधिकपृथक्त्वं मठावधिकपृथक्त्वात् भिन्नं वा इति प्रश्नः. अत्र अवधिः पृथक्त्वस्य अवच्छेदकः वा इति प्रश्नः. घटः मठावधिकपृथक्त्वात् पटाधिकपृथक्त्वं भिन्नं वा इति प्रश्नः. तर्हि किमपि चिन्तनमस्ति वा तस्य विषये? अत्र भेदः अस्ति इति चिन्तयामि. इत्युक्ते अत्र प्रथमवाक्ये अत्र घटपटयोः मध्ये अत्र घटावधिकपृथक्त्वम् अस्ति घटे. द्वितीय स्तरे अत्र घटे मठाधिकपृथक्त्वम् अस्ति इति. अतः तत्र अवधिक पृथक्तयोः मध्ये भेदः अस्ति इति अहं चिन्तयामि. अन्यस्य कस्यापि किमपि न सम्यक् महोदय. अन्यस्य कस्यापि किमपि चिन्तनमस्ति वा? पट अवधिक पृथक्त्वम् अपि घटे एव अस्ति, मठावधिकपृथक्त्वमपि घटे एव अस्ति, अतः तद् अवच्छेदकम् अवधिः अवच्छेदकं न, पृथक्त्वम् एकम् एकमेव किल, घटः एव पृथक्. अस्तु, अवधि अवच्छेदकरूपेण नास्ति इति चिन्तयामि. अस्तु महोदय, भवानेव अग्रे पठतु, किमस्ति इति पश्यामः. तत्र प्रथम बिन्दुः अस्ति यत्र गुणेन द्रव्यम् अवच्छिद्यते, भिद्यते, विशिष्यते. गुणविशिष्टद्रव्यम् उन्नतः बालकः औन्नत्यं बालके, बालके विद्यमान औन्नत्यत्वात् औन्नत्यात् सः बालकः अपरेभ्यः बालकेभ्यः भिद्यते, विशिष्यते. अतः औन्नत्यविशिष्टबालकः औन्नत्यम् अवच्छेदकं बालकस्य. अत्र इदानीं द्रव्यं गुणेन अवच्छिद्यते, भिद्यते, विशिष्यते इति अस्ति, वयं पूर्वं दृष्टवन्तः. अतः गुणविशिष्टद्रव्यमिति उदाहरणमस्ति. उन्नतः बालकः अत्र अत्र औन्नत्यं बालके अस्ति, अतः सः अपरेभ्यः बालकेभ्यः तत्र भिन्नत्वं वर्तते इति वर्तते. अत्र औन्नत्यविशिष्टबालकः, अतः तत्र औन्नत्यम् अवच्छेदकम् अस्ति बालकस्य इति. द्वितीयबिन्दुः अस्ति, एवमेव गुणः अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण. आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं भिद्यते, विशिष्यते. अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं भिद्यते, विशिष्यते तदाश्रयेण बालकेन. बालकविशिष्टौ विशिष्टौन्नत्यं बालकः औन्नत्यस्य अवच्छेदकः. अत्र पुनः इदानीं गुणः अपि तत्र आश्रयभूतद्रव्येण अवच्छिद्यते, भिद्यते, विशिष्यते इति. तदपि वयं पूर्वं दृष्टवन्तः. अत्र आश्रयभूतबालकेन अत्र आश्रित औन्नत्यं विद्यते इति. अतः अन्येभ्यः बाले औन्नत्येभ्यः तत्र गुणेन अत्र अवच्छेदकं द्रव्येण अत्र अवच्छेदकः भवति इति. बालकः औन्नत्यस्य अवच्छेदकः भवति इति. तृतीयबिन्दुः अस्ति, तद्वत् पृथक्त्वगुणः घटे, पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन. गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण. अतः घटविशिष्टपृथक्त्वं, तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् च भिन्नम्. अपि च घटे विद्यमानपृथक्त्वम् एकमेव, यतोहि घटविशिष्टं. घटे अनेकपृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एकमेव. अतः इदानीं पूर्वोक्तरीत्या अत्र पृथक्त्वगुणः घटे अस्ति इति. अत्र पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन. अत्र गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण. अतः अत्र घटः इति. अत्र अतः अत्र इदानीं घटविशिष्टपृथक्त्वमिति वदामः. अतः घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् च भिन्नं. अपि च घटे विद्यमानपृथक्त्वम् एकमेव, यतोहि घटविशिष्टं. घटे अनेकपृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एकमेव. अत्र इदानीं घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नमस्ति. मठे विद्यमानपृथक्त्वात् च भिन्नमपि अस्ति, परन्तु अत्र विद्यमानपृथक्त्वम् एकमेव, तद् घटे एव अस्ति, अतः बहूनि पृथक्त्वानि नास् न सन्ति, अतः घटविशिष्टं पृथक्त्वम् एकमेव इति निर्णयमस्ति. इत्युक्ते तत्र तत्र इदानीं पृथक्त्वस्य अवच्छेदकः कः इति एव प्रश्नः खलु वस्तुतः. इत्युक्ते तत्र पृथक्त्वम् अवधिभेदेन विद्यते वा न वा इति प्रश्नः. तर्हि तत्र प्रथमम् अस्ति पृथक्त्वम् इति गुणः इति वयं जानीमः. तर्हि गुणस्य अवच्छेदकं गुणः केन अवच्छिद्यते इति चिन्तयामः चेत् केवलं द्रव्येण एव अवच्छिद्यते. इत्युक्ते गुणः द्रव्यम् गुणः द्रव्यस्य भेदं करोति, इत्युक्ते भेदः तत्र स्थापयति खलु औन्नत्यम् इतिवत्. अथवा द्रव्येण गुणस्य भेदस्थापनमपि भवति. तर्हि इदानीं पृथक्त्वम् इति गुणः, तर्हि पृथक्त्वम् इति गुणः इति अस्ति चेत् तत्र तस्य आश्रयभूतद्रव्येण एव गुणस्य भेदः भवति खलु. इत्युक्ते घटे पृथक्त्वम् अस्ति चेत् घटेन एव पृथक्त्वं भिद्यते, न तु अवधि. इत्युक्ते घटः पटात् पृथक्, घटः मठात् पृथक्, घटः वृक्षात् पृथक् इति सर्वम् अस्ति चेत् तत्र भिन्नभिन्न आकारः सन्ति चेत् तत्र आकाराः सन्ति चेत् अत्र यदा वयं मठावधिकपृथक्त्वं घटे, पटावधिकपृथक्त्वं घटे इति वदामः खलु. परन्तु वस्तुतः मठावधिकपृथक्त्वं पटावधिकपृथक्त्वात् भिन्नम् इति न, यतोहि घटे विद्यमानं पृथक्त्वम् एकमेव, केवलम् अवधिः एव भिन्न भिन्नभिन्न अवधिः अस्ति. परन्तु वस्तुतः अन्ततो गत्वा तत्र यः गुणः पृथक्त्वमिति यः गुणः अस्ति घटे तत्तु एकमेव. अवगतं वा? आम् अवगतम्. इत्युक्ते अत्र पृथक्तद्वयम् अस्ति अस्मिन् अवसरे, परन्तु तद् एकमेव तद् घटे एव अस्ति इति कारणेन अत्र गुणविशेषं स्वीकृत्य अत्र एकमेव इति अस्ति. अत्र इत्युक्ते मठाद् अवधिकपृथक्त्वं च पठाद् अवधिकपृथक्त्वं तयोः मध्ये भेदं कल्पयित्वा तत्र अवधिः पृथक्तस्य अवच्छेदकः नास्ति इति. पुनः एकवारं वदतु महोदय, अन्तिमवाक्यं पुनः एकवारं वदतु. अत्र पटावधिकपृथक्तस्य च मठावधिकपृथक्तस्य तयोः मध्ये भेदः प्रायः स्यात्, परन्तु अत्र इदानीं गुणः एकः एव, तद् घटे एव पृथक्तस्य पृथक्तगुणः एकमेव, तद् घटे एव अस्ति, अतः तत्र अवधिः पृथक्तस्य अवच्छेदकः न भवति. दीर्घवाक्यानि अहम् उक्तवान्. न न सत्यं यद्भवता उक्तं तत्तु सत्यमेव, तदेव. तत्र अन्यस्य कस्यापि प्रश्नः अस्ति वा? एतावत्पर्यन्तं स्पष्टं स्यात्. पुनः एकः प्रश्नः, अत्र वयं सर्वदा अत्र घटः पटात् पृथक् अथवा घटः मठात् पृथक् इति स्पष्टतया वक्तव्यं किल अस्माभिः? नो चेत् अत्र केवलं घटः पृथक् इति वदामः चेत् अत्र प्रश्नः भवति किल? सत्यं. तद् स्वीकृत्य तत्र पूर्णतया घटः पठात् इति अतः घटः मठात् इति वक्तव्यं चेत् मया अवगतं तद् इदानीम् एकः गुणः एव इति, परन्तु तत्रापि अवच्छेदकत्वं पृथक्तस्य अवधिः अवच्छेदकत्वं वा न भवति इति वा? अवगतं, सत्यम्। इत्युक्ते अवधिः तत्र पृथक्तस्य भेदं न करोति। इत्युक्ते तत्र अवधिः अस्ति इति कृत्वा अवधिना तत्र पृथक्त्वं न भिद्यते, परन्तु इदमपि अस्ति यत् पृथक्त्वम् इति सावधिकपदार्थः इति कृत्वा यदा तत्र व्यवहारे अस्माकम् अवगमनं आवश्यकं चेत् तत्र वक्तव्यं खलु, तत्र घटः पृथक् इति वदामः चेत् तत्र कस्मात् इति प्रश्नः उदेति एव इति कृत्वा तत्र सावधिकपदार्थः इति तु अस्ति इति कृत्वा कस्मात् पृथक् इति तु वक्तव्यमेव, परन्तु यस्मात् कस्मात् अपि पृथक् भवतु तेन तत्र पृथक्त्वं न भिद्यते। पृथक्त्वम् इति एकमेव वस्तु अस्ति घटे। पृथक्त्वम् इति यः गुणः घटे वर्तते तेन घटस्य पृथक्त्वं स्थाप्यते। अन्य जगति तत्र घटम् अपि च घटे घटस्य अवयवपरम्परायां विद्यमानं द्रव्यम् अथवा विद्यमानानि द्रव्याणि तेषां इत्युक्ते तान् विहाय अन्ये पदार्थाः ये सन्ति जगति अथवा अन्यानि द्रव्याणि यानि सन्ति तेभ्यः तत्र पृथक् इति करोति, पृथक्त्वमिति गुणः घटे अस्ति इति कृत्वा। अस्तु, उत्तमं। तर्हि पुष्पा भगिनी भवती पठति वा अग्रे? भगिनी दृष्टं सम्यक् नास्ति, ऐ मीन् टु रीड् फ्रम् द कम्प्यूटर् ऐ हेविङ्ग् ट्रबल्। अस्तु अस्तु, चिन्ता केवलं श्रवणमेव इति वा? अस्तु, चिन्ता नास्ति। तर्हि रामप्रिया भगिनी भवती पठति वा अग्रे? आं भगिनि, तस्मात् घटे विद्यमानपृथक्त्वस्य य कोऽपि अवधिः भवतु नाम घटे विद्यमानपृथक्त्वम् एकम् एव। घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, घटे भूतल अवधिकपृथक्त्वं, पट अवधिकपृथक्त्वं, पुस्तक अवधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं तदेव अस्ति। घटे यद् अपि पृथक्त्वम् अस्ति कोऽपि अवधिः इत्युक्ते यदा घटे घटः भूतलात् पृथक् वा पटात् पृथक् वा अस्ति चेत् पुस्तकात् पृथक् कोऽपि अस्ति चेत् इत्युक्ते भूतल अवधिकपृथक्त्वं पट अवधिकपृथक्त्वं पुस्तक अवधिकपृथक्त्वम् अस्ति चेदपि घटः एकमेव घटे एकमेव पृथक्त्वम् अस्ति, तत् घटविशिष्टम् अस्ति। अत्र प्रश्नः उदेति, अवधिभेदेन पृथक्त्वं न भिद्यते चेत् अवधेः वदनस्य का आवश्यकता? अपि च अवधिभेदेन पृथक्त्वं न भिद्यते चेत् किमर्थं तर्हि वदामः? यत् यावत् अवधिः न वदामः तावत् शब्दबोधः न जायते। स्मर्यतां, केचन शब्दाः साकाङ्क्षाः तेषां स्वातन्त्र्येण बाणं न भवति, यथा पिता, पिता इत्यस्य वदनेन मनसि आयाति पुत्रः कः, कश्चन पुत्रः स्यात्, स च पुत्रः कः इति विशेष जिज्ञासा नास्ति, सः अपेक्षते तावदेव। एवमेव पृथक् इत्यस्य वदनेन कस्मात् इति मनसि प्रश्नः भवति. अत्र देयं यत् पृथक् यस्मात् कस्मात् अपि भवतु, नाम कस्माञ्चित् भवेत् तावदेव. यस्मात् पृथक् सः कः इति न मुख्यं, कोऽपि स्यात् तावदेव. यतोहि पृथक् इति साकाङ्क्षः शब्दः पृथक्त्वव्यवहारे भूतलावधिकमेव वा अथवा घटावधिकमेव वा इति जिज्ञासा न भवति. कोऽपि अवधिः स्यात् कः इति महत्त्वपूर्णं नास्ति. अवधिमात्रस्य जिज्ञासा कः अवधिः इति अत्र सारस्यं नास्ति. पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति तु क्लुप्तम्. यः न्यायशास्त्रं न जानाति सः अपि कथं व्यवहरति? भूतलं घटात् पृथक् इत्यादिकं व्यवहरति. भूतलं पृथक् इति न कोऽपि व्यवहरति. अतः शास्त्रेण व्यवहारः न नियम्यते, व्यवहारः उपपाद्यते. पृथक्त्वस्य यः स्वभावः सा अवधिकः इत्यस्मात् अवधिना सह एव बुध्यते. अतः निष्कर्षः इतं घटे भूतल अवधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पृथक्कवधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घट विशिष्टम्. अत्र प्रथमम् एकं प्रश्नः उदेति, यदा वयम् अवधिभेदेन पृथक्त्वम् अवच्छेदकः न भवति चेत् किमर्थम् अवधिः इति विषय वदनस्य किमपि का आवश्यकता अस्ति इति, किमर्थम् अवधिः इति पदम् एव इति, अवधिभेदेन पृथक्त्वं न तदेव किल अवधिः इति न इत्युक्ते यद् सुनील् महोदयस्य प्रश्नः आसीत् तदेव खलु. किमर्थम् एतत् अवधिः इति किमर्थमेव, यदा वयम् अवच्छेदकः नास्ति पृथक्त्वस्य इत्युक्ते किमर्थम् अवधिः इति शब्दबोधः इति स्मर्यताम् इति तथैव वयं पूर्वं दृष्टवन्तः, यदा पिता इत्युक्ते कः, पुत्रः कः इति साकाङ्क्षपदः ससम्बन्धिकः इति दृष्टवन्तः किल, तदेव किल निरूपणनिरूपकभावविषये. सत्यं सत्यं तदेव. कश्चन पुत्रः स्यात् सः च पुत्रः कः, कस्य पुत्रः वा पिता कः वा इति साकाङ्क्षः पदः, तत्र विशेषजिज्ञासा नास्ति, सः अपेक्षते तावदेव. एवमेव पृथक्त्वविषये यदा वयं वदामः चेत् कस्मात् इति प्रश्नः मनसि अवश्यम् आगच्छति. घटः पृथक् इत्युक्ते कस्मात् पृथक् इति प्रश्नः उदेति. यस्मात् कस्मात् अपि भवतु, नाम कस्माञ्चित् भवेत् तावदेव. यस्मात् कस्मात् वा भवतु इति मुख्यं नास्ति, परन्तु कस्माञ्चित् वा तद् भवितव्यम् इति. यस्मात् पृथक् स कः इति न मुख्यं, कोऽपि स्यात् तावदेव. यस्मात् तद् पृथक् इति अपि मुख्यं नास्ति, कोऽपि स्यात् इति एव तावदेव प्रश्नः. पृथक् इति साकाङ्क्षशब्दः, ओ पृथक् इति यदा ससम्बन्धिकः वा साकाङ्क्षः शब्दः, यदा पृथक्त्वव्यवहारे भूतल अवधिकमेव वा अथवा घट अवधिकं मेव वा इति जिज्ञासा न भवति. कोऽपि अवधिः स्यात् इति महत्त्वपूर्णः नास्ति. यदा वयं पृथक्त्वव्यवहारे पश्यामः चेत् तद् भूतल अवधिकं भवतु वा घट अवधिकं भवतु वा किमपि तद् महत्त्वपूर्णं नास्ति अवधिः किमपि कोऽपि अवधिः भवति चेदपि तद् महत्त्वपूर्णं नास्ति. कः अवधिः इति अपि तत्र सारस्यं नास्ति इत्युक्ते मुख्यता नास्ति इति किल सारः. सत्यम् इत्युक्ते तत्र तत्र किमपि अवधिः इति कश्चन स्यात् इति एव. इत्युक्ते अवधिः इति अवधिना केनचित् भवितव्यम् इति एव, न तु तत्र अवधिः कः इति मुख्यवार्ता नास्ति, परन्तु अवधिः इति कश्चन अस्ति वा इति एव तत्र प्रश्नः. अवधिः इति कश्चन अस्ति चेत् तत् पर्याप्तं. तत् पर्याप्तम् आम्. पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति क्लुप्तं, तदेव पर्याप्तं. नियमरूपेण अवधिः इति किमपि अस्ति इति पृथक्त्वव्यवहारे अस्ति चेत् तदेव पर्याप्तं. यदा वयं न्यायशास्त्रं न जानाति चेदपि भूतलं घटात् पृथक् इति एव व्यवहरामः. भूतलं पृथक् इति कोऽपि न व्यवहरति. शास्त्रेण व्यवहारः न नियम्यते, व्यवहारः उपपाद्यते. ओहो, शास्त्रं व्यवहारं न नियम्यति, व्यवहारः उपपाद्यते इत्युक्ते तस्मिन् जायते इति किल. हा, उपपाद्यते इत्युक्ते तत्र लोकव्यवहारः कः इति शास्त्रं न वदति, परन्तु इत्युक्ते शास्त्रे यदस्ति ते तद् अधिकृत्य लोकव्यवहारं न भवति, परन्तु लोके व्यवहारः कः अस्ति तस्य एव व्यावृतं करोति, इत्युक्ते तस्य एव तत्र वर्णनं करोति शास्त्रम्. पृथक्त्वस्य यः स्वभावः स अस अवधिकः इत्यस्मात् अवधिना सह एव बुध्यते. यदा सः अवधिकः इति व्यवहरामः चेत् पृथक्त्वस्य स्थले तत् अवधिना सह इति एव वयं ज्ञातुं शक्नुमः. अतः एवमेव निष्कर्षः, पृथक्त्वं घटविशिष्टं, भूतल अवधिकपृथक्त्वं वा पटावधिकपृथक्त्वं वा पुस्तकावधिकपृथक्त्वं वा घटः घटविशिष्टं पृथक्त्वम् एवमेव. तावदेव इत्युक्ते अन्ततो गत्वा पृथक्त्वम् इति एकमेव, घटविशिष्टं भिन्नभिन्न अवधिना न भिद्यते, केवलम् आश्रयभूतद्रव्ये भिद्यते. अत्र भगिनि क्लुप्तम् अर्थं किं जायते इति न तु क्लुप्तं, निश्चितम् इत्यावत्. अस्तु, पठामि भगिनि. अग्रे भगिनि. तदर्थम् उपर्युक्तं यत् पृथक्त्वे अनेकावधिकत्वं वर्तते, घटे विद्यमानं पृथक्त्वम् एकमेव, अवधयः च बहवः. घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, असङ्ख्यायाः अवधयः सन्ति. तत्तत् निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यत्वा न अन्यत्, इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकमेव. यदा वयं पूर्वं दृष्टवन्तः पृथक्त्वे अनेक विध अवधिकत्वं वर्तते, यदा वयम् इदानीमेव भूतल अवधिकपृथक्त्वं, पट अवधिकपृथक्त्वं, पुस्तक अवधिकपृथक्त्वम् इति अवधिकत्वम् अनेके सन्ति, परन्तु पृथक्त्वे सन्ति अनेके, परन्तु घटे विद्यमानपृथक्त्वम् एकमेव, अवधयः एव बहवः सन्ति. असङ्ख्यायाः अवधयः सन्ति इत्युक्ते बहवः सन्ति इति, तत्तत् निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यत्वं, तद् घटे एतद् अवधयः घट तद् निरूपितं घटे विद्यमानं पृथक्त्वं निरूपयति वा न वा इति प्रश्नः. पृथक्त्वम् अन्यत्वा पृथक्त्वं वा अन्यत् वा इति किल प्रश्नः, न अन्यत्. इदं सर्व इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकम् एव, सर्व घटे विद्यमानं पृथक्त्वम् एकमेव, अवधयः असङ्ख्यायाः सन्ति चेदपि. हा, इत्युक्ते बहवः अवधयः सन्ति चेदपि, पूर्वस्मिन् परिचये अस्ति खलु भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम् इति, अवधिना निरूपितं पृथक्त्वं भिन्नभिन्नम् अस्ति चेदपि तत्सर्वम् एकमेव अवधिकं, क्षम्यताम्, एकमेव पृथक्त्वं, तत्र पटावधिकपृथक्त्वं भिन्नं, मठावधिकपृथक्त्वं भिन्नम् इति नास्ति, परन्तु एकमेव अवधिकम्, एकमेव पृथक्त्वम्, एकमेव पृथक्त्वम् इति तावदेव. अग्रे भगिनि. नो चेत् अवधिभेदेन यदि पृथक्त्वं भिद्यते तर्हि घटे अनेके पृथक्त्वगुणाः स्युः, प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात्, किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति. गुणः अवच्छिद्यते भिद्यते तद्दाश्रयभूतद्रव्येण, न तु अवधिभेदेन. यदा वयं वक्तुं शक्नुमः अवधिभेदेन पृथक्त्वं भिद्यते इति, तदा किं भवति इत्युक्ते घटे अनेके पृथक्त्वगुणाः स्युः, पृथक्त्वगुणाः स्युः, अनन्तरं पृथक्त्वस्य प्रत्येकं पृथक्त्वस्य एक एव अवधिः स्यात् भवेत्, एक एव अवधिः भवेत् प्रत्येकं पृथक्त्वस्य, परन्तु पृथक्त्वम् इति गुणः अस्ति तदा नास्ति, तदा भवितुं न अर्हति. गुणः अवच्छिद्यते भिद्यते तद् आश्रयभूतद्रव्येण, न तु अवधिभेदेन. गुणः गुणस्य अवच्छेदकं तद् आश्रयभूतद्रव्येण एव भवति, न तु अवधिभेदेन. किञ्च यद्यपि घटे भूतल अवधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं नाम, यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते, तदापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते. कथम् इति उच्यते, घटे यत् पृथक्त्वं तत् किं किम् अवधिकं, घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे जगति यावन्तः पदार्थः तत् सर्वावधिकं पृथक्त्वं घटे भवति. तेषु अवधिभूतपदार्थेषु पटः वर्तते वा? आम्, वर्तते एव. इदानीं पटे विद्यमानं पृथक्त्वं कति इति कथम् इति पश्येम. पटपृथक्त्वस्य अवधयः के इति चर्चावसरे तत्र घटघटिताः पदार्थाः अन्तर्भूताः, पटघटिताः पदार्थाः न आयन्ति. तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थः तत् सर्वावधिकं पृथक्त्वं पटे भवति. अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ, अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम्. इदानीं किम् इत्युक्ते घटे यदा वयं पूर्वमेव दृष्टवन्तः, घटे भूतल अवधिकपृथक्त्वं, पट अवधिकपृथक्त्वं, पुस्तक अवधिकपृथक्त्वम् अस्ति, परन्तु इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं तद् वयं परिशीलितवन्तः. नाम यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते, तदापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते. एकमेव आश्रयभूतद्रव्यविशिष्टपृथक्त्वं इत्युक्ते एकमेव पृथक्तम् अस्ति, तद् घटविशिष्टं, तद् अवधिभेदेन तद् न भिद्यते, तद् न भिद्यति, परन्तु तदापि अवधिसमुदायभेदेन तत् पृथक्त्वम् अवश्यं भिद्यति. अवधिसमुदायभेदेन भिद्यति इति अस्ति. कथम् इति अग्रे अस्ति. प्रथमं घटे यत् पृथक्त्वं तस्य पृथक् अवधिकं किम् इति, घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे जगति यावन्तः पदार्थः तत् सर्वावधिकं पृथक्त्वं घटे भवति. तदेव सकल अवधिकत्वम् इति वयं दृष्टवन्तः. तदेव सकलावधिकत्वम् इत्युक्ते निखिलावधिकत्वमेव खलु, अनेकावधिकत्वं तदेव अनेकावधिकम् अवधिकत्वं प्रथमं घटस्य विषये. तेषु अवधिभूतपदार्थेषु पटः वर्तते वा इत्युक्ते आं पटः वर्तते एव. तद् अवधिभूत पदार्थेषु पटः वर्तते. किमर्थम् इत्युक्ते तद् घटं विहाय अन्य सर्वे द्रव्यपदार्थे पटमपि अस्ति. तद् अवधिभूतपदार्थेषु पटः वर्तते एव. न इदानीं वयं पटस्य विषये स्वीकुर्मः, पृथक् पटविद्यमानं पृथक्त्वस्य विषये स्वीकुर्मः चेत् तत्रापि पटं विहाय सर्वे पदार्थाः घटघटिताः पदार्थाः अन्तर्भूताः तत्रापि. अतः तान् पटघटितान् पदार्थान् अतिरिच्य जगति तत् सर्वाधिकम् अवधिकं पृथक्त्वं पटे भवति. द्वयोः मध्ये यदा घटस्य विषये पटस्य विषये द्वयोः पृथक्त्वयोः मध्ये अवधिसमुदायः भिन्नः. आम् भिन्नौ अवधिसमुदायौ भिन्नौ. अवधिसमुदायभेदेन घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम्. आम् यदा इदानीम् अवधिसमुदायः भिद्यते घटविशिष्टपृथक्त्वं विशिष्ट पृथक्त्वात् भिन्नम्. इत्युक्ते तत्र यदा तत्र अवयवभेदात् अवधिभेद अवधिसमुदायभेदः अपि भवति खलु, तर्हि तस्मात् तत्र पृथक्त्वे अपि भेदस्थापनं भवति. परन्तु वस्तुतया चिन्तयामः चेत् अवधिसमुदायभेदः अपि तत्र भवति तत्र आश्रयभूतद्रव्येण एव. अस्तु, तर्हि सुनील् महोदय अग्रे पठति वा. अतः अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिद्ध्यति. प्रत्येकं पृथक्त्वम् अनेकावधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति. यतोहि घटः यत्र व्याप्तः तादृशदेश व्याप्तपदार्थाः न अन्तर्भवन्ति घटपृथक्त्वस्य अवधि समुदाये. अपि च पटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति पटपृथक्त्वस्य अवधिसमुदाये. अतः घटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. पटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. अतः इदानीम् अत्र अवधिसमुदायं स्वीकुर्मः चेत् अत्र अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यम् अस्ति इति. अत्र प्रत्येकं पृथक्त्वम् अनेकावधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति. अतः अत्र इदानीं भिन्नभिन्न अवधिसमुदायाः सन्ति चेत् तत्र तेषु भिन्नत्वं भवति इति किल. अत्र प्रत्ययं प्रत्ययं स्वीकुर्मः चेत्. अतः यतोहि घटः यत्र व्याप्तः तादृश देशव्याप्तपदार्थाः न अन्तर्भवन्ति घट पृथक्त्वस्य अवधिसमुदाये. पटपृथक्त्वस्य अवधिसमुदाये. ओ तत्र अत्र घट यत्र व्याप्तः भवति तत्र पटपृथक्त्वस्य अवधिसमुदाये अत्र एषः पदार्थः न भवन्ति इति. पुनः विपरीतरीत्या अत्र पटः यत्र व्याप्तः तत्र तादृशव्याप्तपदार्थाः घटपृथक्त्वस्य अवधिसमुदाये न भवन्ति इति. न न न विपरीतं खलु महोदय, क्षम्यतां मम दोषः वा, अहं पटः इति श्रुतवती तदर्थमेव उक्तवती. तर्हि तत्र घटः यस्मिन् देशे अस्ति तस्मिन्नेव देशे ये पदार्थाः सन्ति इत्युक्ते घटस्य अवयवाः ये सन्ति ते घट अवधिसमुदाये न भवन्ति खलु. इत्युक्ते तत्र अवयव अवधिकत्वं तु नास्ति इति कृत्वा तत्र घटपृथक्त्वस्य अवधिसमुदाये न अन्तर्भवन्ति. तद्वत् पटस्य अवयवाः पटावधिसमुदाये न भवति, पटपृथक्त्वस्य अवधिसमुदाये न भवति. अतः घटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति, पटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. अतः तत्र भेदः अस्ति इति. अतः अवधिसमुदायेन पृथक्तवैलक्षण्यं भवति सिद्ध्यति इति स्पष्टं खलु. तत्र किमर्थं तत्र अवधिसमुदायेन भेदः भवति इति. अपि च अपरैः शब्दैः सह एव सन्देशः व्यक्तिक्रियते एवं रीत्या पृथक्त्वमिति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण. अपि च अनेन एकं पृथक्त्वम् अवधिभेदेन न भिद्यते, आहत्य पृथक्त्वस्य अनेकावधिकत्वम् अस्ति न तु एकावधिकत्वम्. अपि च निखिलावधिकत्वम् अपि नास्ति. किम् अवधिकत्वं नास्ति? पृथक्त्वाश्रय अवयवपरम्परायां परमाणुपर्यन्तं यानि मूर्तद्रव्याणि तदवधिकत्वं नास्ति. तेन किं सिद्ध्यति? तद्विहाय ये अवशिष्टाः पदार्थाः तदवधिकत्वम् अस्ति किन्तु न निखिलावधिकत्वं. कस्मात् आश्रयावयव अधिकत्वा अभावात्. अतः इदानीम् अत्र पृथक्त्वस्य पृथक्त्वमिति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण इति वयं दृष्टवन्तः अत्र. अतः अत्र एकं पृथक्त्वम् अवधिभेदेन न भिद्यते इति अपि वयं दृष्टवन्तः. अतः पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति चेदपि क्षम्यता, अत्र पृथक्त्वस्य अनेकावधिकत्वम् अस्ति न एकावधिकत्वम् इति, परन्तु तद् निखिलावधिकत्वं नास्ति इति. किमर्थम् इत्युक्ते अत्र पृथक्त्व आश्रय अवयवपरम्परायां अस्ति चेत् तत्र यानि मूर्तद्रव्याणि सन्ति तत्र निखिलावधिकत्वं नास्ति, तत् अनेकावधिकत्वम् अस्ति इति. अतः ये यानि द्रव्याणि पृथक् आश्रय अवयवपरम्परायां परमाणुपर्यन्तं सन्ति तान् विहाय पदार्थाः तत्र तदवधिगत्वम् अस्ति इति, अतः तद् निखिलावधिगत्वं नास्ति, केवलम् आश्रय अवयव अवधिगत्व अभावात् इति. इत्युक्ते आश्रय अवयव अवधिकत्व अभावात् इत्युक्ते किम्? इत्युक्ते अत्र आश्रयः कः? अवयव आश्रय द्रव्यम् अस्ति अस्ति चेत् तत्र अवधिगत्व अभावः भवति इति. तत्र वदतु घटस्य उदाहरणे अत्र घटः कपाले तिष्ठति, अतः अत्र अवयवपरम्परायाम् अत्र परमाणुपर्यन्तं गच्छन्ति इति अत्र आश्रयत्वम्. अत्र आश्रयः अस्तु, घटः इति उदाहरणं स्वीकुर्मः चेत् अत्र आश्रयः कः? आश्रयः कपालः. हा, घटस्य आश्रयः कपालः, परन्तु अत्र आश्रय अवयव अवधिकत्व अभावात् इत्युक्ते आश्रयः अस्ति पृथक्त्वस्य खलु, पृथक्त्वस्य आश्रयः इत्युक्ते पृथक्त्वं तद् आश्रयभूतद्रव्येण भिद्यते इति वयं दृष्टवन्तः खलु. तर्हि पृथक्त्वस्य आश्रयः अस्ति घटः, घटस्य अवयवः अवयवस्य अवधिकत्वं खलु, अवयवस्य अवधिकत्वं नास्ति इत्युक्ते तस्य अभावः अस्ति इति कृत्वा तत्र आश्रय अवयव अवधिकत्व अभावात् तत्र निखिलावधिकत्वं पृथक्त्वे नास्ति इति. इत्युक्ते अत्र अवयवः अत्र अस्मिन् उदाहरणे घटस्य अवधिसमुदाये तत्त्वालं भवति चेत् अत्र अभावः भवति इति, अवधिसमुदाये नास्ति इति. घटस्य अवधिसमुदाये सत्यं घट न इत्युक्ते घटे विद्यमानं पृथक्त्वं खलु, पृथक्त्वस्य अवधिसमुदाये तत्र घटस्य अवयवाः न अन्तर्भवन्ति खलु. इति कृत्वा आश्रय अवयव अवधिकत्व अभावात् इति. अतः तत्र निखिलावधिकत्वं नास्ति इति. अन्ततो गत्वा सत्यं निखिलावधिकत्वं नास्ति इत्येव. अस्तु, तर्हि एतावत्पर्यन्तं पृथक्त्वस्य विषये तत्र निखिलावधिकत्वं इत्यस्य चिन्तनम् अभवत्. तर्हि अग्रिमकक्षायां तत्र विभागस्य स्थले किम् अस्ति इति चिन्तयित्वा अग्रे सरेम. तर्हि एतावत्पर्यन्तं प्रश्नः अस्ति चेत् तत्र इदानीं समयस्य अभावः अस्ति, परन्तु आगामिकक्षायां तत्र किञ्चित् चिन्तनं कृत्वा अग्रे गन्तुं शक्नुमः. तर्हि पुनः एकवारं पठन्तु सर्वे, अपि च तत्र प्रश्नाः अस्ति चेत् तस्य विषये चिन्तनमपि कुर्वन्तु, अनन्तरं चर्चां कृत्वा अग्रे सरेम. अस्तु, तर्हि धन्यवादः. धन्यवादः. अहं तु शृणोमि, तत्तु पठामि.